नमस्कारः. पाणिनीयव्याकरणवर्गे स्वागतम्. आर्धधातुकप्रकरणे इड्व्यवस्था अभ्यासः इति पाठः अनुवर्तते. शिव् इति धातुः आरभ्य क्षीव् इति धातुः एव धातुपाठे अस्ति, अतः क्षीव् इति धातुः आरभ्य अद्य कुर्मः. महोदय, भवान् आरम्भं करोतु. एकनिमिषं, कुत्र क्षीव् इति? एकनिमिष, तत्र पञ्चम वा षष्ट, एकनिमिषम्. चुप् इति अस्ति खलु, पुल् चुप्, पुल् इति अस्ति अत्र वा? सप्तम सप्तम सप्तम पङ्क्तौ चत्वारि पञ्च षट् सप्तमं चुप् किद् ततः एव. तत्र क्षिव् इति अस्ति, कक् पर्यन्तं गतसप्ताहे कृतवन्तः. क्षीव् क्षीव क्षीव् इति एव धातुः, क्षिव् इति धातुः नास्ति. धातुः भगिनि, वि फिनिश् दट् लैन् रैट् कम्प्लीट् पङ्क्ति. तत्र आडियो आडियो मध्ये नास्ति वा? कक् पर्य कक् पर्यन्तमेव अस्ति. अस्तु भगिनि, या या ऐ मीन्स् गुड् इफ् वी केन् डु इट् अगेन् टु, बट् ओके. न, तत्र आडियो मध्ये अहं श्रुतवती कक् पर्यन्तम् आसीत्. पूर्णतया कृतवन्तः वा दिश् पर्यन्तं? ओके भगिनि, विल् विल् डु फ्रम् कक्. अस्तु भगिनि, एकनिमिष. क्षिव् क्षिव् इति, ओ अस्तु अस्तु, क्षम्यतां महोदय. क्षीङ् धातुः भवती एव कृतवती खलु गतपाठे गतसप्ताहे, तत्र आडियो अपि आम् सत्यं. क्षीङ् धातु क्षीङ् क्षेते, अस्तु. श्रण् इति आरभ्य एव कुर्मः प्रायः. तद् क्षिव् इति पूर्वकक्षायाः धातुः, श्रण् इति आरभ्य क्षम्यतां महोदय. श्रण् इति सेट् अस्ति, किमर्थं टवर्ग सर्वे सर्वे सेटः एव. प्रथमं किम् आसीत् षण् इति? प्रथमं तास् प्रत्ययः, तास् पत्रे. अस्तु, क्षणिता क्षणि षण् खलु, श्रव श्र परिश्रमः श्र. ओ अस्तु अस्तु, परिश्रमः षण् इति, तत्र श्र एव नकारस्य लोपः भवति वा? न न न न भवति, श्र इत्यस्य विषये तद् उक्तवती. षण् अस्तु, षण् षण् अस्तु, षणि श्रणिता इति भवति, श्रणिता श्रणितव्यं. अग्रे किमस्ति अग्रे? तुमुन् तुमुन् श्रणितुम् इति, तत्र श्रणितुम् इति भवति. अग्रे लृट् लकारः खलु, लृट् श्रणिष्यति श्रणिष्यति इति, श्रणिष्यति अश्रणिष्यत् इति सम्यक् अस्ति. श्रण् इति दान दाने गतौ च इति अर्थः. श्रण् धातुः श्रणति इत्युक्ते दाने गतौ च. आं महोदय, अग्रिमधातुः जज्. जज् इत्यपि सेट् अस्ति इति चिन्तयामि. जज् जजि जजि जजिता जजितव्यं जजितुम् अग्रे जजिष्यति अजज् अजजिष्यत् इति रूपं भवति. जज् इति किं, कः अर्थः? युद्धे जज् युद्धे जज् जजति प्रयोगः अस्ति वा इति एकवारं पश्यामि. प्रयोगः प्रयोगाः प्रयोगः नास्ति. जज् मिद् जजत् आमां. मिद् प्रायः अनेट् अस्ति चिन्तयामि. मिद् मिद् इति सत्यमेव सत्यमेव, दकारान्तधातुषु उल्लिखितः मिद् धातुः. मिद् स्विद् तादृशम् आगतं खलु, किद् किद् बिद् बिद् स्विद्, परन्तु मिद् तु नास्ति अत्र. परन्तु एव दत्तम् ओ मिद् इति सेट् महोदय. मिद् इति मिद् स्नेहने सेट् मिदु अस्तु मिद् अस्तु मिद् तिमिदाम् एव वा तिमिदाम् इति तदेव वा आम् निमिदां निमिदां स्नेहने तत्र मेदु मेदु इति अस्ति खलु तत्र स्मूत् इति तत्र कन्नडभाषा मेदु इति आम् सत्यं सत्यं तत्र मेदिता मेदिता मेदितुं मेदितव्यम् अमेदिष्यत् सोरि अमेदिष्यत् मेदिष्यति इति तद् आत्मनेपदी अस्ति अतः मेदिष्यति मेदिष्यते अमेदिष्यत इति भवति तत्र चत्वारः मिद्धातवः सन्ति मिद् निमदां स्नेहने इति भुवादौ तदेव टु बि ग्रीसी टु बि साफ्ट् टु मेल्ट् टु लव् मिद् तत्रैव भुवादौ एव मेधाहिंसनयोः इति एकः तदपि सेट् एव टु अण्डर्स्टाण्ड् टु नो टु हर्ट् टु इञ्जोर् विपरीतार्थः मिद् धातोः एव मिदहिंसन हिंसनयोः इति अनन्तरं निमिदां स्नेहने इत्यर्थे मिद् धातुः द्विवादौ अपि अस्ति टु बि ग्रीसि टु बि साफ्ट् टु बि तत्र मिद्यते न मेद्यते एव द्विवादौ अपि मेद्यते इत्येव एकवारं पश्यामि तत्र दिवादिभ्यः श्यन् मिदेर्गुणः मिद् धातुः खलु अस्माकं मिदेर्गुणः अनेन मेद्यते मेद्यति इति भवति तत्र तद् परस्मैपदि दिवादौ परस्मैपदि भुवादौ आत्मनेपदि समानार्थकौ एव निमदा निमिदां स्नेहने इत्यर्थे एव नुद् इति अनिट् एव जानामि नुद् खलु नोत्ता नुद् नुद् अनिट् एव अद् पद् षद् सद् पद् सुद् नुद् आम् सत्यम् अनिट् एव सुद् नुद् स्कन्द् सुद् सुद् नुद् स्कन्द् अस्तु नुद् नोत्ता नोत्ता नोत्तुं नोत्तव्यम् अनो नुद् खलु अनो सोरि नोस्यति नोस्यति अनोस्यत् इति भवति इति अस्ति स्मि इति इकारान्त अस्ति अनिट् एव अस्ति अनिट् एव अस्ति इकारान्तः अजन्त खलु श्वी वेत् श्वी अपि द्वौ धातु एव खलु तत्र सत्यं सत्यं श्वी श्वी अतः एतत् अस्मि इति अनिट् क्षम्यताम् अस्मि इति अनिट् अस्ति स्मि स्मेत् स्मेता स्मेता इति भवति स्मेतुं स्मेतुं स्मेतव्यं खलु स्मेष्यति आमां सत्यं तत्र पिन्कोः स्मेष्यते स्मेष्यते अस्मेष्यत इति भवति सम्यक् पञ्च अभवत् वा आम् अभवत् सम्यक् धन्यवादः महोदय उषा भगिनी महोदय किं कृतं तस्मात् अनन्तरं स्मि कृतवान् नुद् अनिट् दातु नुद् टु सौण्ड् रैट् to sound then it becomes like no to press to press no press nodatu nodati nodatu nodatu nodatu oi dvayam api asti nodanam nodanam nodanam dvayam api aniteva am to press iti bhavatalo okay prush shakaranta dhatu shakaranta dhatu shakaranta dhatoh krite prush asti va पुष् एव अस्ति पृष् इति नास्ति सो सेट् एव पृष् इति अस्ति चेत् पृष् उकार पुगन्तलघुपदस्य च प्रोष्ट ओके प्रोष नो नो प्रोषित नो प्रोषित ईत सो प्रोषित प्रोषिता प्रोषितुं प्रोषितव्यं प्रोष अण्ड् देन् नास्यति प्रोषिष्यति प्रोषिष्यति अनन्तरम् अप्रोषिष्यत् अप्रोषिष्यत् परस्मैपति इति आम् सत्यम् अप्रोषिष्यत् सत्यम् अग्रिममस्ति अस्तु म्लुच् म्लुच् म्लुच् सकारान्त सकारान्तदातु म्लुच् पृच्छ म्लुच् म्लुच् इति नास्ति सेट् एव मुच् अस्ति म्लुच् नास्ति म्लुच् अस्ति इति म्लोचिता म्लोचितुं म्लोचितव्यं म्लोचिष्यति आम् म्लोचिष्यत् क्षम्यतां भगिनि टेक्स् टैम् आम् सत्यं गत्यर्थकः एव मृच् अपि गत्य गतौ मृच् गतौ गतौ म्लोचति इत्युक्ते गत्यर्थकः स्युत् तकारान्त तकारान्तदातु तकारान्त ओ तकारान्त सेट् एव आल् तकारान्त सेट् एव अल्पप्राण दन्त्यवर्णाः कृते ओके धातु किम् अमृत् च्युत् च्युत् च्युत् ओके च्युत् च्योतिता च्योतिता च्योतितुं च्योतितव्यं च्योतिष्यति अच्योतिष्यत् अच्योतिष्यत् अनन्तरं विश् इति अस्ति शकारान्तदातु विश् अस्ति अनिद्दातु विश् विश् सकारा विश् अनिद्दातु एव अत्र दत्तं रूपाणि भवति वेष्टा वेष्टा वेष्टुम् अनिद्दातु वेष्टा वेष्टुं वेष्टव्यं वेक्ष्यति वेक्ष्यति विश् वेक्ष्यति ओके किमर्थं ककारः वे ओ शकार षडोकः अस्ति ओके न नो बट् वेक्ष्यति खलु प्रथमं भवति प्रथमं वृश्च वृश्च इत्यनेन शकारः स्यति अपि अस्ति सो प्रथमशकारः षडोकः सि इत्यनेन ककारः भवति सो वेक्ष्यति आमां वेक्ष्यति अवेक्ष्यत् अस्तु भगिनि अनन्तरं धातु अस्ति स्तुच् स्तुच् तदपि स्टेट् एव इति एनिवे स्तोचिता स्तोचितुं स्तोचितव्यं स्तोचिष्यति वाट् इस् द धातु स्तो आत्मनेपदि धातुः अस्ति स्तोचिष्यते स्तोचिष्यते अतोचिष्यत अस्तोचिष्यत् अस्तोचिष्यत ओके अस्तु अस्तु ओ अस्तु भगि प्रसादे इति अस्ति सुचा प्रसादे इति अस्ति प्रसादे तत्र ष्टु इत्यत्र तद् वयमेकवारं पठितवन्तः किल तद् किम् अकृतव्यूहः पाणिनीयाः वा न न न नशिष्यमाणः तदेव खलु अग्रे नशिष्यमाणः अग्रे नशिष्यमाणनियमः अस्ति चेत् कार्यं न कर्तव्यम् इति अतः सकारः एकवारं जातः चेत् तत्र सकारस्य अपि परिवर्तनम् इति अनेन एव तद् षकारः जातः इति किमपि नियमः न्यायः आम् आम् आम् आम् अकृतव्यूहाः पाणिनीयाः पाणिनीयाः तदेव स्तुच् जातः स्तुच्छ स्तुच्छा स्तुच् पाणिन्याः वा पाणिनीयाः एव अकृतव्यूहः पाणिनीयाः नशिष्यमाणः किमपि तादृशम् अग्रे नशिष्यमाणं कारणम् अस्ति चेत् तत् कार्यं न कर्तव्यम् इति तादृशं तादृशम् अस्तु पञ्च अभवत् वा आम् अस्तु धन्यवादः भगिनि अरुणा भगिनी करोति वा मृद् इति दातु अरुणा भगिनी क्षम्यतां भगिनि करपत्रं प्राप्तं अनन्तरं पठामि भगिनि आम् आम् महोदय भवान् एव मृद् दातु मृद् मृद् इति हकारान्तः मर्धिता मर्धिता इति मर्धिता मर्दितुं मर्धितव्यं मर्दिष्यति अमर्दिष्यत् इति कट् कट् इति सेट् एव कटिता कटितुं कटितव्यं मृद् अनन्तरं गृच् इति अस्ति महोदय अस्ति वा अस्तु गृच् गृच् अपि गृच् अपि सेट् सेट् एव आं सेट् एव चकारः नास्ति खलु अस्मिन् चकार अस्ति परन्तु चकारः अस्ति गृच् षड् न न चकारः चकारन्त नास्ति खलु इदानीमेव दृष्टवन्तः खलु चकारः सत्यं सत्यकारः षड्दत्तप्रायः सन्ति आम् आम् आम् पच्चि वच् रिच् विच् विसिच् मुच् गृच् नास्ति आम् गृच् नास्ति गृच् तर्हि ग्रोचिता ग्रोचितव्यं ग्रोचितुं ग्रोचिष्यति अग्रोचिष्यत् इति भवति टु राप् टु स्टील् इति अर्थः स्थेयकरणे गृचा स्थेयकरणे इति अर्थः आं महोदय खक् इति खक् इति सेट् एव सेट् एव किमर्थम् इति केवलं शक् एव खलु तत्र सत्यं सत्यं शक्ता इति कक् कक्किता कक्कितुं कथितव्यम् अकक्षिष्यत् कक्षिष्यति इति मठ् इति मठ् इति अपि सेट् एव टकार टवर्गी अस्ति इति कृत्वा सर्वे मठिता मठिता मठितव्यं मठितुं मटिष्यति अमटिष्यत् किमस्ति मठ् इति पश्यामः मठं मठः इति अर्थः अस्ति वा मदन मदनिवासयोः टु बि ईगोयिस्टिक् टु स्टे मठ इति मठ तदेव आम् आं पठति सत्यम् तदेव ईगोयिस्टिक् इतं किमर्थम् इति न जानामि मद निवासयोः मद इति टु बि ईगोयिस्टिक् निवासयोः टु स्टे किमर्थं मद परन्तु मठे ये निवसन्ति तेषां तु ईगो न भवति खलु सर्वे मठन्ति वा किमर्थं तत्र गर्वीला होना इत्यपि अस्ति सः दोषः न मध मध किमर्थं भवति मठ मठ आम् आं महोदय इतोपि एकः खलु एकनिमिष कुत्र वयं अस्तु एकनिमिष तिषु इति अस्ति अत्र शकारान्तेषु ऋचु मुदुचु कट् मिट् ऋष् ऋष् अस्ति तस्य अनेक द्वितीयं दिश् ऋष् खलु ऋष् इति दिश् दिश् दातु खलु दिश् ऋष् दिश् ऋष् लिष् विश् सत्त्वा ऋष् अस्तु रेक्ता इति भवति रेक्ता रेष्टा रेष्ट् क्षम्यतां शकाल रेष्टा रेष्टा रेष्टव्यं रेष्टुम् अग्रे दिश् एव दत्तं खलु भगिनि नाट् ऋष् ऋष् अपि अस्ति द्वितीयम् अस्ति अस्ति न न भगिनि न न अभ्यास ईद् व्यवस्था अभ्यासस्य दिश् एव अस्ति न दिश् अनन्तरम् अग्रिमपङ्क्तम् ओ अग्रिमपङ्क्तौ आमामां क्षम्यतां अग्रे ऋष्योग स्यति खलु ऋष्योग स्यति रेक्षति अरेक्षत् इति भवति षड्मुखस्य रेक्ष्यति अरेक्ष्यत् समीचीनं सम्यक् अग्रिमं किं महोदय भवानेव तत् समापयतु भू भू भू इति उकारान्त सर्वे अजादि अस्ति अजन्त अस्ति चेदपि भू भविता भविता भवितुं भवितव्यं भविष्यति एकनिमिष अभविष्यत् इति अस्ति ग्लुच् ग्लुच् अपि ग्लुच् ग्लुच् इति ग्लुच् इति सेट् अनिट् वा ग्लुच् इति अनिट् चिन्तयामि सत्यं षड् ग्लुच् ग्लोचिता ग्लोचितव्यं ग्लोचितुं ग्लोचिष्यति अग्लो अग्लोचिष्यत् इति भवति तदपि टु राब् टु स्टील् इति अर्थे एव अस्ति गृच् ग्लुच् द्वयमपि समानार्थको गृच् ग्लुच् अस्तु अस्तु महोदय धन्यवादः भगिनी भवति कट् भगिनि कट् षेट् दातु षेट् दातु इत्यनेन कटिता कटितुं कटितव्यं कटिष्यति अकटिष्यत् अकटिष्यत् अनन्तरम् अङ् दातु अड् दातु अड् अड् प्रायः अहं पश्यामि अर्थः अर्थः अस्ति चेत् अड् एव अड् अपि षेट् दातु अड् अपि सेट् दातु इत्यनेन अडित अडित अडिता अडितुम् अडितव्यम् अडिष्यति अडिष्यत् आडिष्यत् वृद्धिः भवति खलु आमामाम् आडिष्यत् सम्यक् अस्तु अग्रिमम् तुः हकारान्त दातु हकारान्त दातु वयं दृष्टवन्तः दातु किं तुः तुहर् तुभि तुपेन् अर्थः तुः षेड् दातु एव हकारान्त कृते नास्ति दह् दिह् मिह् ओके सो तुः तुः इति तोहिता तोहि तुः सम्यक् एव होडः अस्ति वा होडः नास्ति खलु तुः इडागमः अस्ति तोहिता तोहितुं तोहितव्यं तोहिष्यति अतोहिष्यत् अतोहिष्यत् सम्यक् सम्यक् वन् वन् वण् अपि षेड् दातु वण्णपि षेड् धातु इत्यनेन वणिता वणितुं वणितव्यं वणिष्यति अवणि वणिष्यत् शब्दे इति अर्थः वणति इत्युक्ते शब्दः एकनिमिषं प्रयोगः सर्वत्र न योजितः अथवा कुत्र आगच्छति इति प्रश्न नास्ति प्रसिद्धानामेव प्रयोगः अस्ति अत्र वणति इत्युक्ते तमिळ् भाषायां वण्णा नास्ति खलु भगिनि परन्तु तद् परन्तु तद् वाशर्मेन् खलु अत्र तु शब्दः सः अपि शब्दं करोति खलु भणति भणति इति आम् तद् प्रसिद्धः भणति वण् भणति इति प्रायः इदानीं वयं दृष्टवन्तः खलु इतः परं कुत्रचित् पश्यामः चेत् तत्र अवधानं दातव्यं भणति भणति शब्दे अस्तु अग्रिमः अस्ति भगिनि कब् कब् कब् षेड् धातु एव कबिता कबितुं कबितव्यं कबिष्यति कबिष्यति कबिष्यति कबिष्यति अकबिष्यत् आत्मनेपदी ओ कबि इति अस्ति खलु ईकारः अतः इन्कोः ओ कबिष्य कबिष्य कबिष्य कबिष्यते अकबिष्यत् यत अकबिष्यत कब कब इति वर्णे इति अर्थः कभ्रूं वर्णे इति अर्थः वर्णः प्रापीयप्रयोगः नास्ति अस्तु वर्णे अग्रिममस्ति दल दल लकारः दृष्टवन्तः खलु अत्र लकारः न दृष्टवन्तः सेट् एव ऐ गेस् दल् धातु किं दल् कल् दल् दल् दल् विसरणे विदारणे दल् दल् दलिता दलितुं दलितव्यं दलिष्यति अदलिष्यत् अदलिष्यत् दलित दलितवर्ग हिन्दीभाषा ललितवर्ग दलित दलित दलित दलिता भवती अर्थं किम् उक्तवती भगिनी दल् विशरणे विशरणे विदारणे विशरणे अप्रेस् इति अर्थे नास्ति टु ब्रेक् टु स्प्लिट् तादृशम् आगच्छति प्रायः टु एक्स्पाण्ड् टु ओपन् टु कट् टु डिक्लैन् टु विदर् टु स्पेर् टु फेड् सर्वम् ईक्वल् टु अप्रस् इति आगच्छति अनन्तरं सर्वं न कृत्वा एव अप्रस् इति वदन्ति एतत् सर्वं न तत्र अपि च शङ्कराचार्य दलितं तुण्डम् इति खलु तत्र गजगोविन्द दलितं तुण्डं किमपि अस्ति खलु अङ्गं गलितं पलितं मुण्डं दशन दलितस्य दशनविहीने जातं तुण्डं संथिङ्ग् तद् अस्ति वा तद्भिन्नम् अस्ति दलित तत्र दलितम् इति वा एक न दट् इस् तुण्डं खलु न दुण्डं तत्र दन्तविषये सः वदति तदापि भजगोविन्दम् इति तादृशम् आगच्छति खलु परन्तु दलितम् एतद् नास्ति इति तद् नास्ति तद् नास्ति एतत्तु यदा भवान् उक्तवान् अप्रसृत्यस्मिन् अर्थे एव अस्तु अग्रिमं कुर्मः अग्रिमं लिश् धातु लिश् लिश् लिश् शकारान्तधातोः कृते अस्ति अस्ति दृष्टवन्तः अनिट् धातु लिश् लेष्टा लेश् लेश् लेष्टा लेष्टुं लेष्टव्यं लेक्ष्यति लेक्ष्यति अपि अस्ति लेक्ष्यते अपि अस्ति अलेक्ष्यत् अनन्तरम् अलेक्ष्यत धातौ द्विवादौ लिश् इदानीं पर्यन्तं तत्र वेट् दातवः एव न दृष्टवन्तः खलु केवलं सेट् अस्ति अथवा अनिट् अस्ति एव पश्यामः रट् इति अपि वदतु भगिनि भगिनि रट् रट् रट् सेट् दातु सेट् दातु इत्यनेन रटिता रटितुं रटितव्यं रटिष्यति रटिष्यति अरटिष्यत् रट रटां परिभाषणे रटनं वदामः किल मेमरैस् रटनमिति अत्र अल्पप्राणः अस्ति खलु रटनम् इति अस्माकं महाप्राणः अत्र मेमरैस् इत्येव अर्थः दत्तः टु मेमरैस् टु स्पीक् पश्यामः नूल् रटति इति प्रायः टु स्पीक् कृतन्ते रटन इति ठ एव महोदय रटनं वयं रटनं रटनं इति वदामः परन्तु रटनम् एव महाप्राणः रटन रट् अपि अस्ति तदपि अस्ति वा खलु तदपि अस्ति वा इति पश्यामि एकनिमिषम् रटपरिभाषणे इति अपि अस्ति रट् अपि अस्ति रठ अपि अस्ति द्वयमपि अस्ति द्वयमपि साधु रट परिभाषणे टु मेमरैस् टु रीकाल् टु चाट् चाट् न चाण्ट् प्राबब्लि सम्भाषणं करणं उच्चारण उच्चारणभेदात् एव द्वौ धातु प्रायः कुत्रचित् रट इति वदति स्म प्रायः सत्यं सत्यं सत्यं प्रायः सत्यं सत्यम् आम् तत्र भाषा प्रदेशभेदात् सत्यं सत्यं तदपि आं तद् भवितुम् अर्हति रटनम् इति अपि अस्ति रटनम् अपि अस्ति सत्यं सम्यक् एकं परिचितम् आसीत् अस्तु महोदय भवतः क्रमः एव शक् शक् इति तत्र एक एव अनिट् क्षम्यतां शक् सत्यमेव अनिट् अनिट् एकमेव अधुना पठितं शक्नोमि भगिनि महोदय महोदयस्य अनन्तरम् आम् आम् आं शक् शक् इति शक्ता शक्तुं शक्तव्यं शक्ष्यति शक्ष्यति इति भवति अशक्ष्यत् इति भवति कुज् अशक्ष्यत् कुज् कुज् इति एतत् सेट् अस्ति इति इच्छामि कुज् इति कुज् आम् अस्मि अत्र तु नास्ति सृज् नास्ति अत्र कोजिता कोजिता कोजिता कुज् इति खलु कोजितुं कोजितव्यम् इति भवति कोजिष्यति अकोजिष्यत् खलु कुज् सेट् अस्ति खलु कुज् इति सेट् एव महोदय कोजिता सत्यमेव कोजिता कोजिष्यति सम्यक् एव आम् क्रत् कुज् इत्यपि स्टेयकरणे टु स्टील् टु राब् टु स्टील् टु राब् इति ग्लुच् ग्लुच् कुज् तत्र कुज् इति पूजनमिति भिन्नम् तस्मिन् अर्थे नास्ति तद् दीर्घकूज् इति पूजति कूज् इति दातु प्रायः क्रत् इति सेट् अस्ति क्रत् क्रतिता क्रतितव्यं क्रतितुं अग्रे क्रतिष्यति अक्रतिष्यत् इति भवति अक्रतिष्यत् इति अस्ति नम् अग्रे नम् नम् इति तत् नम् इति नमिष्यति नम् रम् इति एव दृष्टवन्तः अनिट् अनिट् अनिट् नन्ता नन्तुं नन्ता नन्तुं अग्रे नन्तुं नन्तव्यम् अग्रे नं योगस्यति खलु नन्स्यति नन्स्यति सत्यं अनन्स्यत् इति गम् नम् यम् रम् तावदेव तद् अनिटः केवलं गम् विषये गमिष्यति अगमिष्यत् इति गमे रिट् परस्मैपदेषु इत्यनेन भवति अन्येषां तु सामान्य गमिष्यति नमिष्यति क्षम्यतां नमिष्यति यमिष्यति रमिष्यते इति भवति गम् नम् यम् रम् आम् शव् इति करोतु शव् इति अनि चेत् एव शविता इति शव् वकार वकारः वकारस्य सविता आम् चेत् एव शवगतौ शवगतौ वा प्राणागतः शव सविता सवितु प्रयोगः अस्ति चेत् सम्यक् भवति प्रयोगः अस्तु शविष्यति अशविष्यति इति इति अस्तु धन्यवादः महोदय भगिनी अरुणा भगिनी वदति वा धातुः शव इति तदेव अर्थः वा शव इति हां मृतशरीरम् इत्येव अस्ति आमामाम् अनेनैव अस्ति अत्र अनेन वा गच्छति वा शवति अत्र शवति गच्छति प्राणः इति वा हा शवति गच्छति इति एक शव इति जलमपि भवति शवति गच्छति इति जलम् एकमस्ति एकमस्ति शव इति अस्ति शव एव मृतशरीरम् इति अस्ति मृतशरीर प्रायः गच्छति प्राणः इति शवति इति अपि च शव इति शवति दर्शनेन चित्तं विकारयति इति चित्तविकारे मृतशरीरम् इति भवति तत्र दर्शनेन चित्तं विकरोति विकारं करोति मृतशरीरम् शव धातोः शव धातुः गतौ इति अस्ति परन्तु शव नक् सेट् अस्ति नखिता नखितुं नखितव्यम् आत्मनेपदी नखिष्यति नखिष् अनखिष्यत् द्युत् द्युत् अपि सेट् अस्ति मन्ये द्योतितं भगिनि द्युत् खलु सेट् द्यो भवति द्योतिता सम्यक् एव द्योतिता द्योतितं द्योतितव्यं द्योतिष्यति अदोषित् मुद्दपि अनेत् अहं मन्ये भगिनि सेट् एव अकारेषु मुद् अस्ति वा एकवारं पश्यामि भगिनि शुद्ध तुद् नुद् एव अस्ति मुद् नास्ति मुद् इति सेट् एव मोदिता मोदितु मोदितव्यं मोदिष्यति अमोदिष्यत् मृष् मृष् अपि अनिट् अस्ति ऋषि ऋष लिषि विषि ऋषु कृषु दृश् मृष् आं सत्यम् अनिट् एव मृष् रूपद्वयम् अस्ति मन्ये मष्टा मष्टुं मष्टव्यं मश्चि मश्यति अमर्ष्यति मष्ट मृष्टुं मृष्टव्यं मृष्यति अमर्ष्यत् मृष्य रूपद्वयं सत्यं अन्यतरस्याम् इत्यनेन तत्र रूपद्वयं मष्टां मष्टा मृष्टा सम्यक् आम् इतोपि एकं करोतु भगिनि तत्र कदपि स्टेट् अस्ति खदिता खादितुं खादितव्यं खदिष्यति अखदिष्यत् स्ट्रिङ्ग् इति स्टेट् अस्ति भगिनि इत्युक्ते किं कद् कद् इति वा पश्यामः सुद्दिग् ऐ थिङ्क् नो कद् इति हिंसायां भक्षणे च स्थैर्ये हिंसायां भक्षणे च टु बि फार्म् टु बि स्टडि टु हर्ट् टु किल् टु ईट् टु कन्स्यूम् टु बै सम्यक् आं भगिनि खादति खादति सत्यम् स्ट्रिङ्ग् इति स्टेट् धातु अस्ति श्रविता श्रवितुं श्रवितव्यं श्रविष्यति अश्रविष्यत् रूपद्वयम् अस्ति आत्मनेपदमपि भगिनि श्रीधातुः वा न एकमेव श्रयिष्यते श्रयिता श्रयितुं श्रयितव्यं श्रयिष्यति श्रयिष्यते अश्रयिष्यत् अश्रयिष्यत उभयपदम् आम् अग्रिमं वदतु अस्ति श्रयिता श्रवितुं श्रवितव्यं श्रविष्यति अश्रविष्यत् श्रतहिंसायां सेट् एव सत्यं मार्ना इति अर्थे श्रतिता सत्यं श्रतिता अपि वदतु अस्ति वा यद् वद् बद् युद् अस्ति तत्र बद् नास्ति भगिनि भजितुं भजितव्यं बद्धिष्यति अबद्धिष्यत् वच् अनिट् अस्ति वच् वक्ता वक्तुं वक्तव्यं वक्ष्यति अवक्षत् सत्यं सम्यक् वक्षति अनिट् वक्ता वक्ष्यति अवक्षत् सम्यक् भगिनि धन्यवादः उषा भगिनि धन्यवादः नभ् नभ् धातु नभ् नास्ति सेट् एव नबि नबि धातु नभ् नभ् मार्ना ओ अहिंसायां नबिता नबितुं नबितव्यं नभिष्यति अनभिष्यत् सम्यक् नभ् धातु सै इति धातु ऐकारान्तः सै ऐकारान्तधातु ऐ ऊदृदन्तैर्यौतिरिक्ष्णो हिंस्नो धातु सै सै ऐ गेस् इट्स् सै अनिक् धातु एव ऐ गेस् खलु भगिनि अनिक् धातु आं सत्यं तद् सर्वे ऐकारान्तः आकारान्तं भवति भवति आदेश उपदेशे आदेशे अशिति सो ऐ सै सा भवति सै सात साता इति साता सातुं सातव्यं सास्यति सास्यति सास्यति सास्यत् सत्यं क्षयि क्षये इति अर्थः तदेव सै अभवत् क्षये इति अस्ति अस्तु गृ गृ ऊद् ऋतन्तये सो दिस् इस् तदपि गृ गृ ऋकार दीर्घकार अस्ति चेत् तत्र दीर्घकारान्तः अस्ति चेत् सेट् ह्रस्वः एव ह्रस्वः एव अस्ति अत्र गृ इति गृसेचने गृसेचने एतत् द्वयं विहाय अन्ये सर्वे एका चिकारान्तदातवः अनिटः ओके गृ गर्त गर्ता गर्तुं गर्तव्यं गरिष्यति अगरिष्यत् रूपद्वयमस्ति न भवति अत्र इडागमः किल ऋद्धनोः स्ये ऋद्धनोः स्ये इत्यनेन सत्यं इत्यस्य कृते अस्ति आम् समीचीनमेव खलु गृसेचने किम् एतत् घकारान्तदातु सेट् एव ऐ गेस् क्लग् वट् इस् एट् धातु फलग् फलगिता फलगितुं फलगितव्यं फ्लगिष्यति अफ्लगिष्यत् सम्यक् संवरणे इति अर्थः फ्लगे संवरणे कवर् फ्लग् फ्लगति इत्युक्ते टु राप् टु कवर् टु कन्सील् अस्तु तकारान्तदातु सेट् एव सेट् इत्यस्ति घटिता घटितुं घटितव्यं घटिष्यति अघटिष्यत् समीचीनं पूर्वमपि कट् इति एकवारं दृष्टवन्तः विदित् कद् खलु नाट् कट् कट् इति तकारान्तदातु तदपि सेट् एव पत् पतिता पतितुं पतितव्यं पतिष्यति अपतिष्यत् सम्यक् अपतिष्यत् समीचीनम् अस्तु धन्यवादः अस्तु महोदय वदति वा शुद्ध शुद्ध शुद्ध इति शुद्ध इति शुद्ध इति महाप्राण अस्तु अनिट् दातु एव अनिट् खलु अनिट् शुद्ध वा शुद्ध इति अनिट् अस्ति खलु शुद्ध अनिट् एव शुद्ध शुद्ध अस्तु अस्तु शुद्ध इति तर्हि एकनिमिष कुत्र अस्ति शुद्ध शुद्ध शोध शुद्धयोग शोद्धा शोद्धा इति भवति अनिट् अस्ति शुद्धयोगः तास् तत्र शोध इति भवति शोद्धा अनन्तरं जलां जषि जलां सत्यं जलं जषि शोद्धा शोद्धव्यं शोद्धुम् इति भवति शुद्धु योगस्यति धकारस्य तकार शोत्स्यति आशोत्स्यत् इति भवति रख् रख् इति सेट् एव रखिता रखिता रखितुं रखितव्यं रक्षिष्यति अरक्षिष्यत् रख् इति प्रत्यर्थकः एव रख् रख् इत्यपि रखति कृष् कृष् कृष् इति अनिट् तत्र रूपद्वयम् इति एकवारं तदेव खलु तद् तदेव वा एतद् कृष् एकवारं पश्यामि आम् आम् कृष् अस्ति अनिट् दातु अनिट् अनिट् परन्तु रूपद्वयं नास्ति भगिनि दृश् इत्यस्य क्षम्यतां दृश् कृष् इत्यस्य एव रूपद्वयं न तु कृष् दृश्य सूत्रमस्ति खलु दृश् धातोः भिन्नम् अस्ति खलु आं दृश् इति अस्ति एकमेव मृश् स्पृश् अनुदात्तस्य च अर्थपदस्य सृजि दृशो जल्य अमकिति सृजिदृशो जल् जलि अमकिति अमकिति क्रोष्टा द्रष्टा द्रष्टा क्रोष्टुं सृजि दृशो जल्यम् अकिति अतः एव तत्र क्रोष्टा इति भवति अस्तु क्रोक्षति अक्रोक्षत् इति भवति अक्रोक्ष्यत् सम्यक् अग्रिममस्ति श्वित् श्वित् इति चेत् एव श्वेत् एव तकार श्वेतिता श्वेतिता श्वेतितुं श्वेतितव्यं श्वेतिष्यति अश्वेतिष्यत् वर्णे इति अर्थः श्वेतः प्रायः अस्मात् धातुतः एव आगतः श्वेतः वर्णे इतोपि एकं वर्णे इति दृष्टवन्तः खलु पूर्वम् आम् आम् ऐ डिड् आल्सो स्पीक् वर्णे धातुः स्मृतवती कब् इति वा जातम् इदानीं तत्रापि वर्णे इति आसीत् श्वित् श्वेतः अस्तु तिल् महोदय तिल् तिल् इति सेट् अस्ति तिल् इति सेट् अस्ति तिल् तेलिता तेलितुं तेलितव्यं तेलिष्यति तेलिष्यत् इति तिल् इति सीसेम् इति अर्थे भवति वा तिलार्पणम् आमां तत्र टु आयिल् टु ग्रीसि इति एकमस्ति तिल् इति तिलति तिल तिल इति भवति तिलति टु तेल् लगाना तिलति तेल् लगाना तिलति इति तत्र भुवादिगणे अपि अस्ति तेलति इति भवति प्रायः तिलति इति तत्र षष्ठगणे अस्ति सुदादिगणे अपि आम् एकमेव अवशिष्टं महोदय प्रच् एकनिमिषं पच् वा पच् प्रच् पृच्छति पृच्छति धातुः प्रच् उकागमसहितचकार प्रच् प्रच् इति अनिट् अस्ति खलु अनिट् एव अनिट् अस्ति खलु तर्हि तत्र प्रष्टा इति भवति प्रष्टा इति चकारस्य तत्र किमस्ति अत्र शकारः भवति खलु शकारः भवति अनन्तरं शकारः भवति शकारः तत्र किं केन सूत्रेण भवति ऊट् खलु तत्र ऊट् आदेशः भवति खलु किमस्ति के सूत्रम् आसीत् खलु तुक्सहितशकारस्य ऊट् आगमः भोः शूडनु नासिके चोः शूडान्नासिके शूडान्नासिके अनन्तरं तत्र शत्वं भवति अस्तु प्रष्टा प्रष्टुं प्रष्टव्यं तत्र प्रक्ष्यति प्रक्ष्यति अप्रक्ष्यत् इति भवति सम्यक् सम्यक् तदेव एकः एव चकारान्तः यद् अनिट् अस्ति तच् धातुः सम्यक् धन्यवादः अरुणा भगिनी मुज् मुज् ओके मुज् मुज् इति सेट् इति मन्ये मोजिता मोदितुं मोदितव्यं मोजिष्यति मोजि अमोजिष्यत् सम्यक् चिप् इस् अनिट् अस्ति भगिनि चिप् अनिट् अस्ति वा चिप् दृष्टवन्तः एव तद् आम् चिप् तिप् लिप् इति अनिट् सत्यं भगिनि क्षेप्ता क्षेप्तुं क्षेप्तव्यं क्षेप् क्षेप्स्यति क्षेप्स्यत् सम्यक् ग्लै इति अपि स्टेट् अस्ति प्रथमं आदेश उपदेशे आसीत् ग्ला भवति दीर्घाकारान्तः सर्वे अनिटः ग्लाता ग्लातुं ग्लातव्यं ग्लाष्यति अग्लाष्यत् ग्लास्यति अग्लाष्यत् नु अपि स्टेट् अस्ति यूरुनु न भगिनि यूरुनु स्टेट् अनिट् अस्ति एव सेट् सेट् सेट् नु नु नूता नविता नविता नविता नवितुं नवितव्यं नविष्यति नविष्यत् नो नो भवति अनन्तरं तत्र एचोयवायवः नविता गुड् गुड् सेट् अस्ति गोदिता गोदितुं गोदितव्यं गोदिष्यति अगोदिष्यत् मन्ये भगिनि एकं वा इदानीं प्रथमवारं तत्र दातवः आगच्छति स्पृश् एकं पश्यामि स्पृश् रूपद्वयम् अस्ति अत्र तदेव इदानीम् अहम् उक्तवती खलु तत्र स्पर्शा स्पृष्टा स्पर्शा स्पृष्टा इति अनिते एव भगिनि अरुणा भगिनी अनिते ओके रूपद्वयमस्ति स्पृष्टा स्पृष्ट प्रथमं स्पृ इति वदामि भगिनि स्पृष्टा स्पृष्टुं पृष्टव्यं अस्पृष्टि अपृष्टति स्पृष्टति अपृच्छत्व्यं स्रप्स्यति अस्रप्स्यत् समीचीनम् अस्रप्स्यत् समीचीनं भगिनी धन्यवादः उषा भगिनी कृप् तृप् इति नास्ति तृप् अस्ति तृप् नास्ति तृप् इत्यनेन त्रोपिता त्रोपिता त्रोपितुं त्रोपितव्यं त्रोपिष्यति अत्रोपिष्यत् तृप् तृप् हिंसायाम् इति अर्थः तत्रापि हिंसा अस्ति जुत् तकारान्त ददातु सेट् एव जुत् जुत् ज्योतिता ज्योतिता ज्योतितुं ज्योतितव्यं ज्योतिष्यति ज्योत् अज्योतिष्यत् वासने इत्येव अर्थः, ज्योतिः इति वदामः खलु, वासने शयन् बृह् बृह् सकारान्तेषु अस्ति वा बृह् बृह् नास्ति, बृह् वेट् एव वेट् अपि अस्ति. ओ अस्तु, बृह् सो प्रथमं इडागमेन बृह् इति बर्हिता, बर्हिता बर्हितुं, बर्हितव्यं, बर्हिष्यति, अबर्हिष्यत्. सो अनिट् अस्ति चेत् बृह् इति बर्ह् बर्ह् हकार हकार बर्ह् होडः वा बर्ह् होडः बर्ह् डा बर्ह् डा नु नु बर्दा बर्दा ओ होडः खलु हकार हकार नो हकार देन् तकार देन् बर्ह् डा चषस्ततोर्दोर्गः नाम बर्डा बर् बर्डा बर्ढा एव बर्ढा क्षम्यता तत्र होडः बर्ड् अकारः अकारः जषस्ततोर्दोर्दः बर्ड् जषस्ततोर्दोर्दः ओके अनन्तरं दिस् ढकार ढकार श्टुनाष्टुः डोटेर् लोपः सत्यम् लोपः परन्तरं दीर्घः अस्ति वा अण्णा भवति अण्णास्ति सः बर्डा बर्डा बर्डा बर्डुं बर् बर्डव्यं बर्डश्यति अबर्डश्यत् तत्र इडागमः नास्ति खलु यदा बर्डा इति इडागमः नास्ति सो बर्ड् योगः स्याति कोडः अनन्तरं कोडः षडोकहसि तस्मात् पूर्वं तृतीयवर्णः चतुर्थवर्णः अस्ति बर्ड् इति ब इति तृतीयवर्णः ड इति चतुर्थवर्णः प्रत्ययः परः एकाचो बशो बश् सम्यक् बर्ड् एकाचो बशो बश् सो बर्डश् बर्दश्यति षडोकहसि षडोकहसि बर्क्ष्यति सत्यं बर्क्ष्यति इति बर्क्ष्यति अबर्क्ष्यत् सम्यक् केवलम् एकाचो बशो बश्योजनीय अग्रिमं द्विष् द्विष् द्विष् द्विष् दृष्टवन्तः खलु आम् सत्यम् अस्ति द्विष् अस्ति अनिट् अनिट् द्विष् द्वेष्टा द्वेष्टुं द्वेष्टव्यं द्वेक्ष्यति द्वेक्ष्यति षडोकः अस्ति अत्र द्वेक्ष्यति अद्वेक्ष्यत् सो द्विष्य आत्मनेपथी अपि अस्ति द्वेक्ष्यते अद्वेक्ष्यत वृक् we seem to lose the dhatu okay vrik kakaranta dhatu state eva state iti asti iti vrikita no no varkita varkita varkitum varkitavyam varkishyati varkishyati atmanepati atmanepati atmanepati eva va ubhayapati va atmanepati ओके वर्किष्यते वर्किष्यत सम्यक् आधाने इति अस्ति समीचीनं भगिनी धन्यवादः अस्तु भगिनि महोदय तुप्पु इति सेट् तुप्पु तोपिता तोपितुं तोपितव्यं तोपिष्यति अतोपिष्यत् ईता किमस्ति कः अर्था हिंसायां अस्तु कुच्चु कुच्चु अपि सेट् तुप्पु तुप्पु तुप्पु तुप्पु तोपिता तोपिता सत्यं तोपिता तोपिष्यति अतोपिष्यत् तोपितव्यं तोपितुम् इति भवति कुच्चु सेट् अस्ति कोचि कोचिता कोचिता कोचितव्यं कोचिष्यति मन्दं श्रूयते महोदय न श्रूयते वा इदानीं श्रूयते मन्दं बहु न्यूनम् अस्ति कुच्यति सेट् आम् इदानीं कुच् इति तत्र सेट् अस्ति कुच् इति सेट् कोचिता कोचितुं कोचितव्यं कोचिष्यति अकोचिष्यत् इति भवति कुच् किम् अस्ति कः अर्थः कुच् कुच् इति टु मेक् बर्ड् लैक् सौण्ड् शब्दे तारे तत्र त्रयः कुच् इति दातवः सन्ति संकोचितव्यम् इति तदपि मेक् इट् ब्रीफ् तदपि अनेन धातुतः एव सम्पर्चनकौटिल्यप्रतिष्ठम्भ विलेखनेषु टु कान्ट्राक्ट् टु क्लेन्स् टु टच् कुच् धातु सङ्कोचने इति अपि अस्ति तु धातु अस्तु महोदय पच् पच् इति प्रसिद्धः अस्ति अत्र अनिट् अनिट् एव खलु अनिट् सत्यम् अनिट् एव पक्ता पक्तुं पक्तव्यं पक्षति अपक्षत् इति भवति गद् गद् खलु गद् इति गदति खलु कृते गदति गदति इति गदितुं गदिता गदितुं गदितव्यं गदिष्यति अगदिष्यत् इति भवति गद् धातु वृण् धातुः अपि सेट् एव व्रणिता व्रणितुं व्रणिष्यति व्रणितव्यम् अव्रणिष्यत् इति भवति युद् इति धातुः सेट् अनिट् अस्ति अनिट् अस्ति योद्धा योद्धा इति भवति तत्र योद्धा योद्धा योद्धुं योद्धव्यं योत्स्यति अयोत्स्यत् इति भवति अत्र धकारः युधिष्ठिरः युद्धदातुः युद्धदातुः युधिष्ठिरः सत्यं प्रायः वयम् अत्र स्थगयामः अथवा मम भ्रमः भवति कियत्पर्यन्तं कृतवन्तः इति सर्वदा युद्धपर्यन्तं कृतवन्तः अद्य अत्र मार्क् अपि न कर्तुं शक्यते एकादश पङ्क्तयः एकादश अभवत् वा सर्वे स्मरन्तु युद्धपर्यन्तं कृतवन्तः युधिष्ठिरः इति उक्तवती अग्रिमसप्ताहे यथा पूर्वम् 8:15 भारतसमये एव मेलिष्यामः तत् पञ्चदिनाङ्कः एव वर्क्शाप् अस्ति तत् समाप्य रविवासरे तस्य समापनं भवति अतः 8:15 एव मेलिष्यामः प्रायः कर्तुं शक्यते इतोपि किञ्चित् एव अस्ति खलु अस्य रेकार्डिङ्ग् भवति वा रेकार्डिङ्ग् अस्ति रेकार्डिङ्ग् आर्कैव् मध्ये अस्ति तत्र योजयितुमेव मम समयः न लब्धः इदानीमपि तत्र आर्कैव्स् मध्ये अहं योजितवती परन्तु तत्र कापि पेस्ट् कर्तुमेव मम समयः एव नास्ति करोमि प्रायः अस्मिन् वीकेण्ड् मध्ये तत्र अस्ति चेत् युद्धपर्यन्तं कृतवन्तः धन्यवादः धन्यवादः भगिनि नमस्कारः धन्यवादः भगिनि धन्यवादः